अस्तु, नमस्कारः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानः पाठः अस्ति तिङ्प्रत्ययानां सिद्धिः इति. अत्र वयं तातङ्ग् इति विषये चर्चा प्रवृत्तमानः अस्ति. तुह्योस्तातङ्ग् आशिष् अन्यतरस्याम् इति अस्माकं सूत्रमस्ति. तत् सूत्रं वदति यत् तु अथवा हि लोट्लकारस्य प्रत्ययस्य, तु इति लोट्लकारस्य प्रथमपुरुष एकवचनप्रत्ययस्य, अनन्तरं हि इति लोट्लकारस्य मध्यमपुरुष एकवचनप्रत्ययस्य स्थाने तातङ्ग् इति आदेशः भवति इति सूत्रं वदति. अत्र प्रश्नः इदानीम् आगच्छति, तातङ्ग् इति आदेशः कस्य स्थाने भवति इति प्रश्नः. प्रत्ययस्य पूर्णतया स्थाने वा अन्तिमवर्णस्य स्थाने वा. इदानीं प्रत्ययः तु इति अस्ति, हि इति अपि प्रत्ययः अस्ति, अतः तस्य अन्तिमवर्णस्य स्थाने वा पूर्णतया तस्य स्थाने आदेशः तातङ्ग् इति आदेशः भवति वा इति प्रश्नः अस्ति. तत्र वयं सूत्रत्रयं दृष्टवन्तः. यत्र कुत्रापि आदेशः भवतु, सः कस्य स्थाने आयाति इति अस्माकं प्रश्नस्य उत्तरम् इति निर्णयार्थं सूत्रत्रयं वयम् अधीतवन्तः गतसप्ताहे. सर्वप्रथमं सामान्यसूत्रमस्ति अलोन्त्यस्य इति. षष्ट्या अन्त्यस्य अलहस्थाने इति अनुवृत्तिसहितसूत्रमस्ति. तत्र यदि कस्मिंचित् सूत्रे षष्टि निर्दिष्टस्य शब्दस्य आदेशः उक्तः अस्ति चेत्, परन्तु अयम् आदेशः कस्य वर्णस्य भवति इति स्पष्टरूपेण न उक्तं चेत्, तर्हि सः आदेशः अन्तिमवर्णस्य एव करणीयः इति अलोन्त्यस्य इति सूत्रं स्पष्टीकरोति. अतः यत्र षष्ट्या निर्दिष्टं षष्टि निर्दिष्टस्य शब्दस्य आदेशः उक्तः चेत् तत्र अन्तिमवर्णस्य एव आदेशः इति अलोन्त्यस्य इति सूत्रं वदति. अत्र वयम् उदाहरणरूपेण सार्वधातुक आर्धधातुकयोः इति सूत्रं दृष्टवन्तः. तत्र इदानीं वयं किं कुर्मः इत्युक्ते, अन्यत् उदाहरणं स्वीकृत्य अलोन्त्यस्य इति सूत्रं पुनः परिशीलयामः. अत्र अस्मिन्नेव करपत्रे नित्यं नितः इति एकं सूत्रमस्ति. कुत्र अस्ति इति दर्शयामि. बोनस् इति भागस्य पूर्वं पञ्चमबिन्दुः. वस् मस् णित्सु लकारेषु लोटि वा अनयोः स्थितस्य सकारस्य लोपः इति भागः कृपया स्वीकरोतु. तत्र रघुपतिमहोदय पठति वा सूत्रं पुनः. आम्. वस्मस् णित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. नित्यं नितः इति तृतीयाध्यायस्य चतुर्थपादस्य सप्तसप्ततितमः नवनवतितमः इति नवनवतितमः सूत्रमस्ति. नित्लकारस्य सकारान्त उत्तमपुरुषस्य प्रत्ययस्य अन्त्यसकारलोपो भवति. येन विधि तदन्तस्य इत्यनेन तादृश उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात्. अलोन्तस्य इत्यनेन अन्त्यस्य सकारस्य एव लोपो भवति, न तु पूर्णतया प्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं, नितः षष्ट्यन्तं द्विपदमिदं सूत्रं. स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. नितः लस्य सः उत्तमस्य नित्यं लोपः इति अस्ति. अत्र तत्र किं वदनीयम् इत्युक्ते महोदय, तत्र येन विधिस्तदन्तस्य अलोन्त्यस्य तस्य प्रयोजनं किम् इत्येव वदतु। येन विधिः नित् लकारस्य इति अस्ति, लकारस्य स्थाने लस्य इति अस्ति, सोरि लस्य लकारस्य स्थाने विधि विधि अस्ति, विधिः तद् अन्त्यस्य इति तदन्तस्य इत्युक्ते इत्यनेन तादृश उत्तमपुरुषस्य यस्य अन्ते सकारः स्यात् इति, अन्ते सकारः इति दत्तमस्ति, अलोन्तचित्वेन अन्त्यस्य सकार एव लोपो भवति, न तु पूर्णतया पूर्णतया प्रत्ययस्य येन विधिं तद् येन विधिः तद् तद् अन्त्यस्य अन्त्यस्य इति दत्तमस्ति, केवलम् अन्त्यस्य इति कस्य इति न दत्तमस्ति, अलोन्तस्य इति सूत्रं वदति अन्त्यस्य एव इति सूत्रद्वयं सूत्रद्वयेन अन्त्यस्य सकारः एव लोपः भवति इति वयं ज्ञातुं शक्नुमः। सम्यक्। इदानीं यदा अलोन्त्यस्य न अस्ति चेत्, तत् सूत्रमेव नास्ति चेत्, तद् येन विधिस्तदन्तस्य इत्येव अस्ति चेत् इदानीं कस्य लोपः भवति? लस्य एव विधिः लस्य स्थाने भवति, तत् सम्पूर्णतया लोपः भवति इति अहं चिन्तयामि। उत्तमपुरुषस्य एकनिमिषं, विधि सः इति कुत्र अस्ति, सः यत्र कुत्रापि सः अस्ति तस्य लोपः भवति वा, तत् लस्य स्थाने इति वा? आम्, परन्तु तत्र ङित् इत्युक्ते इदानीं यत् लकारस्य यत्र अन्ते ञकारः अस्ति, ङित् लकारः, लिङ् लङ् इति। इदानीं वयं ङित् वा लङ् वा इति स्वीकुर्मः चेत् लङ् लकारः इति स्वीकरोतु। तत्र उत्तमपुरुषस्य यत्र सकारः अस्ति उत्तमपुरुषे, उत्तमस्य इति दत्तमस्ति, अतः अन्यत् किमपि नास्ति, उत्तमपुरुषः एव, वस्मस्य एव अस्ति, यत्र अन्ते सकारः अस्ति। इदानीम् अलोन्त्यस्य सूत्रं वयं न जानीमः, अतः येन विधिस्तदन्तस्य एव अस्माकं पार्श्वे अस्ति। येन विधिस्तदन्तस्य इत्युक्ते तदन्तविधिः, तदन्तविधिः किं वदति, उत्तमस्य सः इत्युक्ते सकारान्तस्य उत्तमपुरुषस्य प्रत्ययः इत्युक्ते वस्व मस्व, तस्य पूर्णतया लोपः भवतु इत्येव इदानीम् अस्माकं पार्श्वे अस्ति। इदानीं निर्णयः तादृशमेव, परन्तु तत्तु अस्माकम् इष्टं नास्ति, पूर्णतया लोपः अस्माकम् इष्टं नास्ति, अतः इदानीम् अलोन्त्यस्य इति परिभाषासूत्रम् आगत्य वदति यत्र उत्तमपुरुषस्य अन्तिमसकारस्य लोपः एव, न तु पूर्णतया। अतः तत्र अलोन्त्यस्य इति सूत्रेण एव वयं ज्ञातुं शक्नुमः कस्य लोपः भवति इति, प्रत्ययस्य कस्य लोपः भवति इत्येव अलोन्त्यस्य वदति। अतः तत्र नित्यं नितः इति सूत्रे अपि अलोन्त्यस्य इति परिभाषासूत्रस्य आवश्यकता अस्ति, येन वयं ज्ञातुं शक्नुमः पूर्णतया प्रत्ययस्य लोपः न, परन्तु अन्ते स्थितस्य सकारस्य एव लोपः इति। अवगतं किल? आम् आम्। अस्तु, अस्मिन् सूत्रे नित्यं नितः एकः प्रश्नः, तस्य सकारस्य रूपः रूपेण विसर्गः एव आगच्छति खलु, तद् भिन्नकार्यं भवति, परन्तु तत् वहमः न भवती लट् लकारविषये वदति, नित्यं नितः इति सूत्रं ङित् लकारः, ङित् लकारः इत्युक्ते यस्य अन्ते ञकारः अस्ति, लिङ् लङ् लुङ् इति, लङ् लकारः, लङ् लकार उत्तमपुरुष द्विवचनं बहुवचनं रूपं किम्? अपटम् अपटाव अपटाम, तत्र विसर्गः नास्ति किल, अत्र तु विसर्गः एव नास्ति, सकारस्य लोपः एव भवति, अस्तु भगिनि, धन्यवादः. अस्तु अस्तु, अस्मिन् सूत्रे नित्यं नितः इत्यत्र नित्यम् इति एकं पदम् अस्ति, तस्य किञ्चित् वैशिष्ट्यम् अस्ति. अस्माकम् अष्टाध्याय्यां पश्यति चेत् पुटसङ्ख्या 171 इत्यत्र सूत्रसङ्ख्या तु नवनवतितमसूत्रम् अस्ति, नित्यं नितः, तृतीय अध्यायस्य चतुर्थपादस्य नवनवतितमं सूत्रं नित्यं नितः. तत्र नित्यम् इति पदस्य किम् आवश्यकता इति परिशीलयामः इदानीं. तत्र प्राप्तवन्तः वा तत्र? आं भगिनि, 71. अस्तु, नित्य यत्र यत्र पाणिनि अष्टाध्याय्यां यदा वयं पश्यामः चेत् बै डिफाल्ट् सर्वे सूत्राणि नित्यमेव. यत्र विकल्पेन भवति तत्र वा विकल्पेन, विभाषा, अन्यतरस्याम् इति पदानि पाणिनिना सूचितमस्ति. परन्तु अत्र सः नित्यम् इति किमर्थं पाणिनिना स्थापितम् इति इत्युक्ते, तत्र पूर्वसूत्रं पश्यामः चेत् तत्र नैण्टि सिक्स् इति सूत्रं पश्यामः चेत् वैतो अन्यत्र इति सूत्रमस्ति. वा एतः अन्यत्र इति पदच्छेदं कुर्मः चेत् वा एतः अन्यत्र, तत्र वा इति रूपमस्ति इत्युक्ते तत् सूत्रं विकल्पेन कार्यं करोति. किं कार्यम् इति इदानीम् अस्माकं प्रसङ्गः नास्ति, परन्तु तत्र वा इति अस्ति. तद् वा इतोपि स उत्तमस्य इति सूत्रपर्यन्तं तस्य अनुवृत्तिः आगच्छति. तस्य अनुवृत्तिः नित्यं नितः इति सूत्रे मा भूत्, तत्र न आवश्यकता नास्ति, नित्यमेव नितः भवतु इति कारणात् तत्र नित्यम् इति पाणिनिना स्थापितम्. तदवगच्छति वा किमर्थं नित्यम् इति? अस्तु, नित्यं नितः तावदेव. तत्र एव वयम् अलोन्त्यस्य इत्यस्य परिभाषासूत्रस्य आवश्यकता दृष्टवन्तः. अनन्तरं द्वितीयं सूत्रं यद्वयं परिशीलितवन्तः अनेकाश्चित् सर्वस्य इति, यत्र आदेशः एकस्मात् अधिकाः वर्णाः सन्ति तर्हि अयम् आदेशः अनेकाश्चित् सर्वस्य इति वर्तमानसूत्रेण सम्पूर्णकानिनः स्थाने आयाति. आदेशः एकस्मात् अधिकः वर्णः भवतु, तत्र सर्वादेशः भवति इति सूत्रं वदति. अनेकाल् आदेशः, षित् आदेशः च सम्पूर्णस्थानिनः स्थाने विधीयते इति सूत्रं वदति. एतत् सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः. अत्र अपि वयं ज्ञाजनोर्जा इति सूत्रं दृष्टवन्तः. इदानीम् अन्यत् उदाहरणम् अत्रापि स्वीकृत्य परिशीलयामः. सूत्रमस्ति अस्तेर्भूः इति. अस्तेर्भूः इति सूत्रं द्वितीय अध्यायस्य चतुर्थपादस्य 52 सूत्रं 2452 इति सूत्रमस्ति अस्तेर्भूः. अनेन सूत्रेण आर्धधातुकविवक्षायां अस्माकं विवक्षा आर्धधातुकप्रत्ययः अस्ति चेत् भू आदेशः विधीयस्ते. भू आदेशः कस्य स्थाने? अस् धातोः स्थाने भू आदेशः विधीयते. भू इति अनेकाल् अस्ति, बकारः ऊकारः इति अनेकाल् अस्ति. अतः आदेशः सम्पूर्ण अनेकाल् इति कारणात् सम्पूर्णशब्दस्य स्थाने इत्युक्ते अस् इत्यस्य स्थाने भू इति आगच्छति. इदानीं विजया भगिनी वदति वा अस् धातोः त्वान्तरूपं किम् इति? अस्ति वा भगिनी? त्वान्तरूपम् अस् धातोः त्वान्तरूपम् अस् अस् अस् भूत्वा सम्यक्. तत्र अस्तेर्भूः इति सूत्रेण अस् धातोः स्थाने पूर्णतया स्थाने भू इति आदेशः भवति. भू योगः त्वान्तरूपं त्वा भूत्वा इति रूपम् आगच्छति. भगिनी इदानीं वदतु तव तु रूपं किम् इति. किं भगिनि अस् धातोः तव तु रूपं अस्तेर्भूः इति सूत्रेण वदतु भगिनि. भूत्वा एव खलु भूत्वा इति भूतवान् सम्यक् भूतः भूतवान् महोदय तुमुन् वदति वा किं भवति इति. भवितुं भवितुम् इडागमः भवति तत्र इडागमः भवति अत्र भो भो भू स्मरति वा भू भवति तु तु अस्ति इडागमः इडागमः भवति. भवत्या एक सूत्रम् उक्तवती खलु एतत् अस्तेर्भूः 2452 इति सूत्रम् सूत्रसङ्ख्या 2452 अस्माकं करपत्रे नास्ति. अहं भिन्न उदाहरणम् इति प्रदर्शयितुम् आनीतवती. अत्र जनेर्जा अस्ति न्याजनेर्जा इति करपत्रे अस्ति. अन्यत् उदाहरणमपि प्रदर्शयामि इति चिन्तयित्वा आनीतवती. अस्तु अन्तिमं सूत्रं वयं यद् दृष्टवन्तः तत्तु निच्च इति सूत्रम्. यदि कस्मिंश्चित् सूत्रे उक्ते आदेशे ण्यकारः इत्संज्ञकः अस्ति तर्हि सः आदेशः अनेकाल् भवेत् वा एकाल् भवेत् वा सर्वदा स्थानिनः अन्तिमवर्णस्य स्थाने एव भवति इति सूत्रं वदति. निच्च इति सूत्रं वदति अन्तिमस्थाने एव भवतु अनेकाल् आदेशः भवतु वा एकाल् आदेशः भवतु वा ण्यकारः इत्संज्ञकः अस्ति चेत् तत्र अन्तिमवर्णस्य स्थाने एव भवति इति. अस्मिन्नेव प्रसङ्गे वयम् अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रं परिशीलितवन्तः. तत्र तुदादिगणीयधातुः आसीत् रि इति. तत्र श इति अस्माकं विकर्णप्रत्ययः. री योगः अनुबन्धलोपानन्तरम् अ अवशिष्यते री योगः अ. इदानीं यङ् इति आदेशः आगच्छति इकारस्य स्थाने री योगः यङ् योगः अ. तत्र ञकारः इत्संज्ञकः अतः निच्च इति सूत्रेण यत्र आगच्छति इत्युक्ते इकारस्य स्थाने अन्त्यादेशः एव भवति इति सूत्रं वदति. अतः रियति इति अस्माकं रूपम् आगच्छति. इदानीं पर्यन्तं वयं पठितवन्तः. इदानीम् अस्माकं प्रश्नः पुनः अस्ति तातङ् इत्यस्य कुत्र आदेशः भवति. प्रश्नस्य उत्तरं वयं न प्राप्तवन्तः. सूत्रत्रयम् एव वयं दृष्टवन्तः. अग्रे इदानीं पठामः चतुर्थबिन्दु आरभ्य पुनः पठामः. अस्तु राजेन्द्रमहोदय कृपया. आम् आं भगिनि चतुर्थबिन्दु अतिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ तद् समाप्य चतुर्थबिन्दुः. आम् अस्तु प्राप्तं भगिनि. अधुना तातङ् आदेशः अपि अनेकाल् नित्य अतः नियमानुसृत्य निच्च इत्यनेन अन्त आदेशः अन्त्यस्य अलः स्थाने स्यात् यथा तिप् तुः स्तात् तुः स्तातङ् नाशिष्य अन्यतरस्यां निच्च इत्यनेन उकारस्य स्थाने तातङ् तातङ् तयोगतात् तयोगतात् तत्र तु स्थाने तत्र तात् आदेशः भवति. अत्र यस्मिन् सूत्रे तु अपि च हि यत् यत्र यथा लोट्लकारे अस्ति रूपम् एकवचनरूपं प्रथमपुरुष अपि च मध्यमपुरुषः तत्र तु स्थाने तत् तात् आदेशः भवति. अनेकालचित् सूत्रेण तत् तात् आदेशः भवति, परन्तु तातङ्क नित् अस्ति निच्च तत् निच्च सूत्रेण तत् तथा न भवति. अन्तिम अन्त्य अन्त्य उकारस्य स्थाने एव तात् आदेशः भवति. तत् योग तात् तात् अग्रे अपि पठतु महोदय. किन्तु एवं भवति चेत् सिद्धं रूपं तात् तात् तत्तु इष्टं रूपं नास्ति. इष्टम् अस्ति तात् नाम तु स्थाने सर्वादेशः. तदर्थम् अनेकाल्चित् सर्वस्य इत्यनेन कार्यं स्यात्. परन्तु तातङ्ग नित् तस्मात् इष्ट इष्टसूत्रेण कार्यं कथं साधितुं शक्येत. परन्तु अत्र किं भवति, यथा नित् निच्च सूत्रम् आगत्य कार्यं करोति तत् उकारस्य स्थाने एव तात् आदेशः भवति. तत्र रूपं निष्पन्नं भवति तत्तात् परन्तु तत् इष्टं रूपं नास्ति. इष्टं रूप अस्ति तत् यथा तु स्थाने सर्व आदेशः. तदर्थम् अनेकाल्चित् सर्वस्य तत् सूत्रेण तत् तु स्थाने तात् आगन्तुं कार्यं कर्तुम् अर्हः. परन्तु तातङ्क नित् अस्ति, तत् कारणात् तत्र अनेकाल्चित् सर्वस्य तस्य कार्यं न भवति. तथा प्रश्नः उदेति अत्र सूत्रकार्यं कथं साधयितुं शक्येत. यथा नित् अस्ति तथा निच्च कार्यं भवेत् तथा कथं साधयितुं शक्नुमः तत् अग्रे विवक्षा अस्ति, अग्रे तत् विवरणमस्ति. वदतु महोदय अग्रेपि. समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. सिद्धान्तकौमुद्यां यदा मूलवृत्तौ प्राप्यते आशिषि तुहो तुयोस्तातङ्ग वा स्यात्. आशिषि तुयोस्तातङ्ग वा स्यात् अनेकालत्वात् सर्व आदेशः. यद्यपि निच्च इति अयम् अपवादस्थ तथापि अनन्यार्थ नित्वेषु अनादिषु चरितार्थ इति गुणवृद्धि प्रतिषेध सम्प्रसारणार्थ्या सम्भवत् प्रयोजनकारे तातङ्गी मन्थरं प्रवृत्तः परेण बाध्यते. इहोत्सर्गापवाद्योरपि सम्बल बलत्वात् भवतात् इदानीं भगिनी भवती एव तत्र किञ्चित् विवरणं न तत्र तस्य अर्थः एव पूर्णपरिच्छेदः तस्मिन्नेव विषये अस्ति. इदानीं तस्य अर्थः न आवश्यकं नास्ति, तद्वयम् अन्ते पश्यामः. भवान् अग्रिम परिच्छेदः अस्ति किल, तद् आरभ्य एव अस्मिन् परिच्छेदस्य अर्थः. यद्यपि निच्च इति अयम् तथापि अनन्यार्थ नित्वेषु अनादिषु चरितार्थः. अस्य अर्थः एवं यत् यद्यपि निच्च इति अपवादभूतसूत्रेण तातङ्ग नित्वात् अन्त्यस्य अलः स्थाने स्यात्, तथापि इदं सूत्रं निच्च अनन्यार्थ नित् द्वेषु अन्नादिषु चरितार्थ नाम येषाम् आदेशानां नित्वस्य एकमेव प्रयोजनम् अन्तादेशः तेषां द्वारा निच्च इति सूत्रस्य साफल्यम्। तेषु अनन्य अर्थनित्वेषु अन्नादिषु निच्च इति सूत्रस्य अर्थः पूरितः। अत्रापि किञ्चित् अवगच्छामि। अस्तु, तत्र यद् सिद्धान्तकौमुद्यां मूलवृत्तौ इति दत्तमस्ति किल, तत्र एकमेकं पदं स्वीकृत्य तस्य अर्थः तत्र महोदयेन दत्तं। तत्र प्रथम पदम् इति अयम् अपवादः तद् इति अयम् अपवादः तथापि अनन्यार्थ नित्वाशु अनङ्गादिषु चरितार्थः इति पदं प्रथमं पदम् अस्ति। तस्य अर्थः एवम् अस्ति यत् निच्च इति सूत्रं यदा वयम् अत्र उदाहरण दृष्टवन्तः पूर्वम् अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सूत्रं दृष्टवन्तः, तस्मिन् समये तत्र अस्ति वैशिष्ट्यम् अत्र इदं यत् पूर्वमेव तद् वाक्यं दत्तमस्ति, वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशं ङित् इत्यस्य अन्यत् किमपि कार्यं नास्ति, ङित्वात् अन्तादेशः एव प्रयोजनं। तत्र यत् इयङ् इति आदेशः इयङ् वा उवङ् वा इति आदेशः भवति तत्र अन्तादेशः ङित् इति कारणात् अन्तादेशः एव कार्यं, किमपि अन्यत् कार्यं नास्ति। अन्यत् कार्यं किम् इति अग्रे दत्तमस्ति, अन्यकार्याणि सन्ति वा तातङ् इति प्रसङ्गे ङित् इति कारणात् तत्र अन्यकार्याणि भिन्नकार्याणि अपि सन्ति अन्तादेशः एव इति न इति अग्रे तस्मिन् विषये दत्तमस्ति। प्रथमतया किं दत्तमस्ति इत्युक्ते तत्र ङिच्च इति सूत्रेण अन्यकार्याणि अस्ति वा इति वयं चरितार्थः इत्युक्ते साफल्यं ङित्वस्य एकमेव प्रयोजनम् अन्तादेशः तदेव तस्य चरितार्थः, तस्य लक्ष्यं लक्ष्यम् अन्तादेशः पूरितः इति एव तद् प्रथमपदस्य अर्थः तदेव अस्ति। अपवादभूतसूत्रेण निच्च इति अपवादभूतसूत्रम् इति वयं जानीमः। कस्य अपवादभूतसूत्रम् इत्युक्ते अनेकाल्षित् सर्वस्य इति सूत्रस्य अपवादभूतसूत्रं निच्च। तातम् इति ङित् अस्ति, तस्य ङित्वात् अन्त्यस्य अलहस्थाने स्यात्, अन्त्यस्य अलहस्थाने ङित्वात् तस्य अन्त्यस्य अलहस्थाने एव स्यात्। तदापि किं भवति इदानीं तत् सूत्रं निच्च इति सूत्रम् अनन्य अर्थ ङित्वा ङित्वेषु अनङ्गादिषु चरितार्थः, अनन्य अर्थ ङित्वेषु इदानीं तत् सूत्रं किमर्थं तत्र तस्य कार्यं न भवति इत्युक्ते तस्य अन्यप्रयोजनानि अपि सन्ति, अन्तादेशः एव तस्य प्रयोजनम् इति नास्ति। अतः नाम येषाम् आदेशानां नित्वस्य एकमेव प्रयोजनम् अन्तादेशः तेषां द्वारा निच्च इति सूत्रस्य साफल्यं। तत्र यत्र यदा उवङ् वा इयङ् वा इति आदेशः अस्ति चेत् तत्र साफल्यं निच्च इति सूत्रम् अत्र आगत्य कार्यं सरलतया करोति, किमपि बाधा नास्ति, कार्यं पूर्णतया भवति, तत्र साफल्यं भवति। परन्तु यत्र तस्य अनन्य अर्थ इत्युक्ते भिन्नार्थाः किम् इति वयं पश्यामः। अनङ्गादिषु ङिच्च इति सूत्रस्य यत्र न अन्य इत्युक्ते अनन्य इति पदस्य विवरणं तत्र प्रायः न दत्तम् अस्ति इति मन्ये, परन्तु अनन्य इति पदस्य न अन्य एक एव अर्थः ङित्सु अनङ्गादिषु अस्ति चेत् तत्र ङिच्च इति सूत्रस्य अर्थः पूरितः साफल्यं भवति इत्येव सूत्रं वदति। इदानीं पर्यन्तम् अवगतं वा? प्रश्नः अस्ति चेत् अहं पुनः वदामि। चिन्तयामि एक एव अर्थः, यत्र एकः एव अर्थः ङिच्च इत्यस्य, एकः एव अर्थः इत्युक्ते किम् इत्युक्ते अन्तादेशः, अस्ति चेत् तस्य सूत्रस्य अर्थः साफल्यं भवति, तस्य लक्ष्यं पूरितः भवति. परन्तु यत्र तस्य अर्थः भिन्नभिन्न अर्थः अस्ति चेत् तत्र तस्य लक्ष्यं न पूरितः, किमर्थम् इति अग्रे द्रक्ष्यामः. अस्तु, अरुणा भगिनी पठति वा? प्रयत्नं करोमि. अत्र सिद्धान्तकौमुदी वृत्तौ अनङ् इति आदेशस्य दृष्टान्तः दीयते. अनङ् अपि अनेकाल् आदेशः निच्च. अत्र सिद्धान्तकौमुद्याम् एकम् उदाहरणं दृष्टवन्तः. अनङ् इति आदेशः कस्य उदाहरणम् इत्युक्ते निच्च इति सूत्रस्य उदाहरणम्. अस्तु, तत्र अनङ् अस्तु, तत्र अनङ् इति अनेकाल् अस्ति, अनेकपदानि सन्ति किल, अनेकवर्णानि सन्ति किल, अतः अनेकाल् अस्ति. अनन्तरं नित् अपि अस्ति, अतः तद् उदाहरणरूपेण ते स्वीकृतवन्तः. सूत्रमपि पठतु भगिनि. आम्, अस्ति अस्ति धदिश् अस्य पदच्छेदम् अस्मिन् सूत्रस्य विवरणे अस्ति, तद् पठतु. अस्ति दधि, अस्ति दधि सत्याक्षणमान मानाङ् दत्तः तृतीया उदात्तः. ओ उदात्तः, मनाङ् उदात्तः तृतीयादि अजादि विभक्तिषु परेषु अस्ति दधि शक्ति अच्छि च एषां शब्दानाम् अनङ् आदेशो भवति. सूत्रं अग्रे अपि पठतु, अग्रे अपि पठतु, तस्य विवरणमेव दत्तमस्ति. तृतीयविभक्तौ तृतीयविभक्तौ दधि योग था प्रत्ययः दधि योग आ अनुबन्धलोप कृत्वा अस्ति धदि शक्ति अक्षणाम् अनङ् उदात्तः इत्यनेन अनङ् आदेशः निच्च इत्यनेन अनन्तादेशः अन्तादेशः अन्तादेशः क्षम्यताम् अन्तादेशः दद् योगः अन् योगः आ ददन् योगः आ अल्लोपो अनः इत्यनेन सर्वनामस्थानभिन्नयकारौ यकारादौ अजादौ वा स्वादिप्रत्यये परे अङ्गस्य अन् अवयवस्य अकारः लोपः भवति. दग्धन् दग्धन् दग्धन् योगः आ दग्ना रूपं उत्पन्नं भवति. उदाहरणं दधि प्रातिपादिक तृतीयविभक्ति निर्माणसमये ठा प्रत्ययः तत्र दधि आ तत्समये अस्ति दधि सक्ता शक्ति क्ष अक्षणाम् अक्षण अक्षणाम् अनङ् उदात्तः सम्यक् सूत्रेण अनङ् आदेशः भवति. निच्छसूत्रेण अन्त आदेशः एव भवति, अनङ् अन्त आदेशः भवति. ततः दद् योग अन् योग आ ददन् योग आ अल्लोपो अल्लोपो नः इत्यनेन सर्वनामस्थानभिन्नयकारादौ अजादौ च स्वादिप्रत्ययपरे अङ्गस्य अन् अवयवस्य आकारः लोपः. दध्नन् आ योगः आ दध्ना रूपं भवति. अहं न अवगतामि. नास्ति चिन्ता भगिनि, अग्रे अपि पठतु, अहं पूर्णतया विवरणं ददामि. एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति. दधि योगः ए, दधन् योगः ए, दध्ने दधि योग अस्, दधन् अस् योगः दध्नः, दधि योगः ओस् दध्नौ दध्नोः, दधि योगः दध्ना इति रूपा. तत्र प्रत्ययः अस्ति किल, वामतः मूलप्रत्ययः अस्ति, दक्षिणतः तु सिद्धप्रत्ययः अस्ति. प्रथमं मूलप्रत्ययः पठतु, अनन्तरं सिद्धप्रत्ययः अपि पठतु एकवारं. तु औजस् आम् अष्टाभ्यां नेभ्याम्भ्य नसिभ्याम्भ्य नस् ओस् आम् नि ओस् सुप् मूलप्रत्ययः. स औ अस् अम् औ अस् आभ्याम्भि एभ्याम्भ्य अस्भ्याम्भ्य अस् ओस् अम् इ ओस् सु इति सिद्धप्रत्ययः. इदानीं वयं प्रथमतः पुनः तस्मिन् विषये पठामः. अस्माकं सूत्रम् इदानीम् अस्ति, अस्ति दधि सक्ति अक्षि अक्षीणाम् अनङ्ग अनङ्गुदात्तः इति सूत्रम्. उदात्तः इति एव अन्तिमपदम् अस्ति, अनङ् इति आदेशः भवति. तत्र सूत्रं किं वदति इत्युक्ते, तृतीयादि अजादिविभक्तिषु परेषु. तृतीयादि इत्युक्ते ता इति अस्माकं प्रत्ययः, मूलप्रत्ययः. इदानीं तृतीयादि अजादिविभक्तिषु परेषु. अजादिविभक्तिः इति कथं जानीमः इत्युक्ते, अनुबन्धलोपानन्तरं टा एव आ इति भवति किल, तत्र इदानीं तत्तु अजादिप्रत्ययः अस्तु. अतः तृतीयाविभक्ति आरभ्य यद् प्रत्ययः अजादिः अस्ति, तत्र दधि सक्ति अक्षि अस्ति. दधि सक्ति अक्षि चत्वारः शब्दाः, क्षम्यतां प्रातिपदिकाः. तस्मिन् स्थाने अनङ् इति आदेशः, कस्य स्थाने इत्युक्ते प्रत्ययस्य स्थाने अनङ् इति आदेशः भवति इति सूत्रं वदति. अत्र अस्माकम् उदाहरणमस्ति दधि योगः टा प्रत्ययः. यदा भवती उक्तवती अनुबन्धलोपानन्तरम् आ अवशिष्यते, इदानीं दधि इति प्रातिपदिकं तु अस्ति दधि इति सूत्रे अस्ति इति कृत्वा तस्य सूत्रस्य प्रसक्तिः. अनङ् इति आदेशः, अनङ् आदेशः तु ङित् अस्ति. ङित् आदेशः इति कृत्वा अन्त् आदेशः भवति. अनङ् इति अनेकाल् अस्ति, एकस्य अधिकवर्णाः सन्ति, अनन्तरं ङित् अपि अस्ति, अतः अन्तादेशः भवति. दद् दधि इत्यस्य अन्तिमवर्णः कः इत्युक्ते ईकारः, दधि इ इत्येव अन्तिमवर्णः. अतः ईकारस्य स्थाने अनङ् आदेशः, दधि योगः अनङ् योगः आकारः. आम् आम् अस्तु. तत्र ईकारस्य स्थाने यत् अनङ् आदेशः भवति तत् ङित् अस्ति इति कृत्वा तत्र ञकारस्य इत्संज्ञा दधन् योगः आ इति इदानीं स्थितिः. इदानीम् अल्लोपो नः इति भिन्नसूत्रमस्ति, तस्य कार्यम् इदानीं मास्तु. तत्र एव महोदयेन यत् किमपि प्रदर्शितं तदेव वयं स्वीकुर्मः. इदानीं सर्वनामस्थानभिन्न, सर्वनामस्थानम् इत्युक्ते किम् इति किञ्चिदेव इदानीं वदामि. आम् सु औज, सम्यक् सम्यक्. प्रथमपञ्चप्रत्ययाः सु औजस् अम् औट् इत्यस्य नामकरणम् अस्ति सर्वनाम इति. अस्माकं सः तत् इति यद्वयं व्याकरणवर्गे प्रथमस्तरे पठितवन्तः तद् नास्ति. सर्वनाम इति संज्ञा अस्ति, एकं नामकरणम् अस्ति. सु औ जस् अम् औट् इति पञ्चप्रत्ययस्य नाम सर्वनाम इति नाम अस्ति. तस्य सर्वनामस्थान आम् वदतु महोदय, प्रश्नः अस्ति वा? सुडनपुंसकस्य तद् भिन्नसूत्रमस्ति. आम्, सर्वनामस्थाने असम्बुद्धौ इति सूत्रमस्ति. केन? सु औजस् अम् औट् इत्यस्य एव सर्वनाम इति संज्ञा भवति, नामकरणं भवति. अतः अस्माकम् अल्लोपो नः इति सूत्रं किं वदति? सर्वनामस्थानभिन्न इत्युक्ते सु औजस् अम् औट् नास्ति, भिन्न. अतः द्वितीयविभक्तौ बहुवचनात् आरभ्य शस् इति प्रत्ययः आरभ्य अल्लोपो नः इति सूत्रस्य प्रसक्तिः अस्ति. कुत्र अस्ति? यकारादौ अजादौ च स्वादिप्रत्यये परे. सु आदिप्रत्यये, सु आदिप्रत्ययः एव अस्माकं सुप् प्रत्ययः. सु आरभ्य पकारपर्यन्तं सु आदिप्रत्ययः. यकारादौ अजादौ च, अस्माकं प्रत्ययः इदानीं टा इति अस्ति. अनुबन्धलोपानन्तरम् आ अवशिष्यते. आ इति अजादिः वा भगिनि? अरुणा भगिनि, आ इति अजादिः वा? अजादिः एव. अजादिः. अतः तत्र किं भवति? तत्र अङ्गस्य अन् इति अवयवस्य अकारलोपः भवति. अन् इति दद्योगः अन् इति इदानीम् आनीतवन्तः किल, तत्र अन् इति प्रत्ययस्य अकारस्य लोपः भवति. अकारस्य लोपः भवति इत्युक्ते दधम् इति दकारः अपि अर्धदकारः एव. दन् योगः आ दध्ना इति रूपम् आगच्छति. अवगच्छति वा? अस्तु, तत्र किं द्वितीयम् उदाहरणम् अस्ति तस्मिन्नेव प्रसङ्गे, दधियोगः ए इति. तत्र वदति वा किं भवति इति? तादृशमेव दधि योग ए, ए अजादिप्रत्ययः, ततः अल्लोपो नः सूत्रेण ददन् ए दद्ने इति रूपं सिद्धं भवति. सम्यक्. परन्तु अन् इति कथमागच्छति? अस्ति दधि अनङ् उदात्त सूत्रेण अनादेशः भवति. अस्ति दधि सक्ष्यां क्षणां सत्यां क्षणाम् अनङ्गुदातः इति सूत्रेण अत्र अनङ् आदेशः भवति. अनङ् इति ङित् अस्ति, अतः निच्च इति सूत्रेण अन्तिम इकारस्य स्थाने आगच्छति. अवगतं किल भगिनि? सम्यक् सम्यक्. रघुपतिमहोदय द्वितीय उदाहरणं प्रदर्शयतु. दधियोगः अस्, दधियोग अस् अत्र दधियोग अनङ् अन् योग अस् अत्र अकारस्य लोप अल् अल्लोप अल्लोपनः इति अल्लोपन इति एकनिमिषं दधि दध्नः इति भवति सकारस्य विसर्गः दध्नः ऋत्वविसर्गौ ऋत्वविसर्गः विसर्गः करवसानयो विसर्जनीयः. सर्वदा सूत्रद्वयमेव युगपत् कार्यं करोति, युगलं सूत्रयुगलम् इति वदामः. ससजुषोरुः करवसानयो विसर्जनीयः दध्नः इति आगच्छति. सम्यक्. विजया भगिनी अग्रिमं प्रदर्शयतु. दधी योगः ओस् इति तत्र दध्नोः इति पदमागच्छति. तत्र गुणकार्यं भूत्वा इकारस्य स्थाने ओकारः आगच्छति. न भगिनि, भगिनी इदानीमेव उक्तवती किल भगिनि, इकारस्य स्थाने किम् आगच्छति, गुणः किमपि नास्ति भगिनि अत्र. इकारस्य स्थाने अनङ् इति आगच्छति खलु. आम् सम्यक्. वदतु. अनङ् आदेशः भवति. तत्र सकारस्य स्थाने विसर्गः भवति खलु भगिनि. सम्यक्. अजादिः अस्ति वा ओस् इति प्रत्ययः? आम् आगच्छति, अजादिः आगच्छति खलु. अतः अल्लोपो नः इति सूत्रेण कस्य लोपः भवति इति सूत्रेण तत्र सकारस्य लोपः वा? न न न, पूर्ण पूर्णपरिच्छेद पूर्वतनपरिच्छेदे अन्तिमवाक्यमेव पठतु. अल्लोपो नः, अल्लोपनः इति पठतु भगिनि एकवारम् इत्यनेन. अल्लोपनः इत्यनेन सर्वनामस्थान स्थानभिन्न यकारादौ अजादौ च सु आदिप्रत्यये परे अङ्गस्य अन् अवयवस्य अकारः लोपः तत्र अकारः लोप तत्र इकारः एव अस्ति, अनङ् इति आदेशः भवति तत्र. अनन्तरं अजादिषु तत्र सु आदि प्रत्ययः तत्र किं भवति भगिनि? ओस् इति सु आदि इत्युक्ते अस्माकं सुप् प्रत्ययः एव सु आदिप्रत्ययः, सु आदि इत्येव. अस्तु, तत्र दधियोगः ओस् इति प्रसङ्गः. इदानीं तत्र ईकारस्य स्थाने यदा भवती उक्तवती अस्मिन् सूत्रे अस्ति दधि इति सूत्रेण अनङ्गादेशः भवति, दद्योगः अन्योगः ओस् इति स्थितिः. इदानीम् अल्लोपो नः इत्यस्य कार्यं भवति वा? अजादिप्रत्ययः वा ओस् इति? अजादिः अस्ति वा? अजादि परन्तु अच् अच् अच् आदि अजादि अच् इत्युक्ते सर्वे स्वरः. सम्यक्. स्वरः ओ तत्र अस्ति. सम्यक्. अतः किं भवति? अजादिः अस्ति खलु तत्र. सम्यक्, अजादिः अस्ति. अतः कार्यं किं भवति अल्लोपो नः इति सूत्रेण? अन् इति अवयवस्य अकारस्य लोपः इति कार्यम् अवगच्छति वा? अवयवस्य अन् अवयवस्य अकार अकारः लोपः भवति चेत् किं भवति? दद् योगः अन् योगः ओस् तत्र अकारः लोपः. इदानीम् अतः ओकारः दध्नोः इति आगच्छति पदं. सम्यक्. अग्रिममपि प्रदर्शयतु. दधियोगः आम् आम् महोदय. अत्र स्वादि यति अस्ति अत्र यकाराद यकारादौ के प्रत्ययः सन्ति के के यकारादौ प्रत्ययः प्रायः स्वादि नास्ति न स्वादि अन्यत् अस्ति वा अन्यत् न न न अन्यत् किमपि नास्ति एकनिमिषं तत्र द्यां बिस्सत् यत् इति अस्ति किल तत्र प्रायः भवति महोदय लोपो नः अहं दृष्ट्वा वदामि आं भगिनी प्रदर्शयतु अग्रिममपि हा दधि योगः आम् तत्रापि दत्नाम् इति आगच्छति तत्र इकारस्य स्थाने अन अनङ् आदेशः भवति अनन्तरम् आम् इति पदेन दत्नाम् अनङ् अनङ् आदेशः भवति तत्र दजन् योगः दद् दद् योगः आकारस्य अनङ् इति कार्यं करोति तत्र दद्नाम् इति वर्णमेलनेन आगच्छति दद्नाम् इति अजादिः इति कारणेन सम्यक् तत्र अन्यकार्यमस्ति वा भगिनि आं भगिनि किं वद वदतु भगिनि अन्यकार्यमस्ति वा एतत् वर्णमेलनं इकारस्य स्थाने अनङ् इति कार्यं करोति अनन्तरं वर्णमेलनेन वर्णमेलनेन दद्नाम् इति आगच्छति अलोपोनः अलोपोनः अलोपः अलोपः एव अलोपः नः इति अपि तस्य कार्यं करोति अलोपोनः इत्यस्य कार्यम् अस्ति एव यत्र यत्र अजादिप्रत्ययः अस्ति तत्र तत्र कार्यं भवति एव अस्तु यकारादौ अहं दृष्ट्वा वदामि महोदय तत्र किमर्थम् इत्युक्ते भ्यां बिस् इत्यत्र यकारादौ न भवति अस्माकं राम रामेभ्यः भ्यः भ्यः एव किल तत्र बकारस्य रूपः न भवति अहं दृष्ट्वा वदामि ब सम्यकः परन्तु अन्यत्र भवति किल अन्यत्र प्रायः न न अल्लोपोनः इत्यस्य न न अल्लोपोनः इत्यस्य प्रसक्तिः सुप्रत्यये एव तस्य प्रायः मम चिन्तनम् एवम् अस्ति यत् यत्र अस्माकं स्त्रीलिङ्ग वा नपुंसकलिङ्गे कश्चन स्थलेषु आदेशः भवति तत्र प्रायः इति अहं चिन्तयामि परन्तु सम्यक्तया पठित्वा अहं वदामि ब सम्यकः इत्युक्ते किम् इति सर्वं दृष्ट्वा अहं वदामि अग्रिमवर्गे प्रायः अस्तु अस्तु अग्रे सरामः इदानीं प्रत्ययः पठितवन्तः अस्तु अस्तु महोदय भवानेव अग्रिमपरिचयं पठतु महोदय अस्तु तर्हि वृत्तौ टीकाकारः अनङ् आदेशस्य उदाहरणम् अददत् किमर्थम् अनङ् आदेश दधि शब्दस्य इकारस्य एव स्थाने आयाति न तु पूर्णस्य दधि शब्दस्य यतोहि अनङ् यद्यपि अनेकाल् तथापि णित् अस्ति अपि च तस्य णित्वम् अन्यत्र अन्यत् किमपि प्रयोजनं नास्ति णित्वस्य एतादृशैः आदेशैः णिच्च इति सूत्रस्य अपवादबलम् अस्तु अपवादबलं पूरितम् अत्र अनङ्गादेशः वयं दृष्टवन्तः अनङ्गादेशः किमर्थम् इति दधि इति दधि अक्षि एतानि अस्ति दधि शक्ति अक्षि एतानां एते प्रातिपदिकानां तत्र सुप्रत्यये तत्र अनङ्गादेशः भवति इति सरणमस्ति न भिन्न आजादिप्रत्यये आजादिप्रत्यये परे आयाति तत्र नित् नकारस्य गकार अस्य प्रयोजनं केवलम् अन्त्यादेश यद्यपि यतः अनेकाल अस्ति अतः अन्त्यादेशः अतः णिच् इति सूत्रस्य अपवादबलं पूरितम् अपवादबलम् अपवादः अस्ति अनेकाल्चित् सर्वस्य अतः तस्य चरितार्थः भवति इति साफल्यं भवति इति किन्तु अनेकाल्चित् सर्वस्य इत्यस्य अपवादः णिच् णिच् अस्तु अग्रिममपि पठतु किन्तु क्वचित् कस्याचित् आदेशस्य णित्वस्य अनेकानि प्रयोजनानि सन्ति यथा तातन् प्रत्ययः तस्य विद्यमानस्य णित्वस्य चत्वारि प्रयोजनानि सन्ति णिच्च इति सूत्रं विहाय इति अस्ति अत्र हा सामान्यतः यथा अपवादः भवति तत्र अपवादसूत्रमस्ति तत्र एकमेव उपयोगं भवति अत्र णिच् णित् यथा णित् अस्ति वयं दृष्टवन्तः पूर्वम् अन्त्यादेश यत्र अनेकाल अस्ति तथापि यत्र णित् भवति तत् अन्त्यादेशः तदेव एकमेव प्रयोजनं परन्तु अत्र तातन्प्रत्यये अन्त्यादेशः अपि अस्ति अन्यानि प्रयोजनानि अपि भवन्ति एतानि कानि इति अग्रे दत्तमस्ति सम्यक् तत्र यद् किमर्थम् अनङ् इति आदेशस्य टीकाकारः तत्र प्रदर्शितवान् इत्येव अस्तु तत्र यद्यपि णिच्च इति सूत्रं णिच्च इति सूत्रं किमर्थम् अपवादः इत्युक्ते एकस्मिन् यद् अनेकाल् अस्ति तत्र अनेकाल्चित् सर्वस्य अपि कार्यं करोति णिच्च अपि तत्र आगच्छति कार्यं कर्तुं परन्तु यत्र णित् अस्ति चेत् तत्र अपवादसूत्रं णिच्च इति सूत्रं तत्र आगत्य कार्यं कर्तुं प्रवृत्तः उत्सुकः अस्ति तस्य कार्यं तत्र न भवति चेत् तत् सूत्रं निरवकाशं भवति तदेव अपवादः इत्यस्य लक्षणं लक्षणं किम् इत्युक्ते यत्र सूत्रद्वयम् आगच्छति समानसमये समानकाले सूत्रद्वयम् आगच्छति एकं सूत्रं तत्र कार्यं न करोति चेत् अनन्तरं तत्र अन्यत्र लब्ध अवकाशः न प्राप्नोति निरवकाशं भविष्यति चेत् तादृशसूत्रमेव अपवादसूत्रम् इति तस्य नामकरणमस्ति इदानीं निश्चय वदतु महोदय अतः एतत् एतत् अपवादसूत्रमपि अस्ति अपवादभिन्नसूत्रमपि अस्ति इति दत्तम् इति अर्थः वा आम् तदेव णिच्च इति तातङ् इति अस्य प्रसङ्गे णिच्च इत्यस्य वैशिष्ट्यम् अस्ति तातङ् इत्यस्य प्रसङ्गे अपवादबलेन एव इति न कार्यं करोति भिन्न प्रयोजनानि अपि सन्ति इत्येव तस्मिन् परिच्छेदे उक्तमस्ति अपवादबलम् एव इत्युक्ते तस्य कार्यं पूरितं भवति अस्माकं रूपं तत्र तथात् इति किमपि आगच्छति तत्र तत्तु अस्माकम् इष्टरूपं नास्ति इदानीं किं भवति तातं तु ङित् अस्ति अनेकालपि अस्ति अन्तादेशः भवतु वा न भवतु वा किं कार्यम् इत्युक्ते ङिच्च इति सूत्रं साधारणतया तस्य एकमेव अर्थः भवति अन्तादेशः अन्यत् किमपि प्रयोजनं नास्ति परन्तु तातङ् इत्यस्मिन् प्रसङ्गे विशिष्टकार्यं कार्याणि बहु विविधकार्याणि तत्र सन्ति इत्येव तत्र बिन्दुचतुष्टयम् इति चिन्तयामि बिन्दुचतुष्टये दत्तमस्ति अस्तु पठामः प्रथमबिन्दुः भवान् एव पठतु महोदय अस्तु प्रथमं प्रयोजनं गुणनिषोध्यः द्विष् इति परस्मैपदी धातुः अदादिगणे तत्र च विकरणप्रत्ययस्य लुक् लोपः इत्युक्ते द्विष् योगः तातङ्ग इति भवति. द्विष्योग तातङ्ग इति लोट् लकारे द्विष्य तातङ्ग तु प्रत्ययस्य स्थाने आगतः, अपि च तु प्रत्ययः पित् इत्यस्मात् आगतः. अनेन तातङ्ग इत्यस्यपि पित्वं पित्वात् गुणः भवेत्. द्विष्य धातोः उपदायां यः लघु इकारः तस्य गुणः प्राप्तः पुगन्तलघुपद्यस्य च इति सूत्रेण. किन्तु तातङ्ग नित् अतः नीति च इति सूत्रेण गुणनिषेधः. द्विष्योग तातङ्ग दृष्टात् इति भवति. प्रथमं तु गुणनिषेधः इति नित् अस्ति चेत् यथा नित् चेति सूत्रेण गुणनिषेधः भवति. इदानीं द्विष् इति धातुः अस्ति, तत्र द्विष्योग लोट्लकारस्य प्रथमपुरुषः तातङ्ग आदेशः. द्विष् योग तिप् तिप् लुक् भवति, तिस्थाने तु भूत्वा अनन्तरं तातङ्ग अस्ति. तातङ्ग तु प्रत्ययस्थाने आगतः, अपि च पित् अस्ति इत्यस्मात् एतत् पित् अस्ति अतः गुणः भवितुम् अर्हति. पित्स्थाने आगतः अतः यत् यत्किमपि आदेशः भवति तस्यापि तस्यापि पूर्वं यत्र गुणः आसीत् लक्षणम् आसीत् तस्यापि अत्रापि भवति इति अस्ति. अतः तातङ्ग तात् अपि भवेत् भवति चेत् द्विष द्वेष् द्वेष्टात् इति द्वेष्टात् इति भवितुम् अर्हति पुग्गन्तलघुपदस्य सूत्रेण. परन्तु अत्र नित् अस्ति तातङ्ग, अतः गुणनिषेधः अस्ति. अतः द्विष्योगः तातङ्ग द्विष्टात् इति अन्तिमरूपम्. सम्यक्. तत्र इदानीं तातङ्ग इत्यत्र यत् ङित् अस्ति तस्मिन् विषये एव दत्तमस्ति. अतः ङिच्च इति सूत्रं किञ्चित् इदानीं किञ्चित् अग्रे तस्मिन् विषये पश्यामः. अतः प्रथमचत्वारः यद् कारणानि दत्त कार्याणि यद् प्रदर्शितमस्ति तद् तातङ्ग इत्यस्य ङित् ण्यकारः इत्संज्ञा अस्ति किल, तस्य प्रयोजनानि तस्य एव प्रयोजनानि ङित् इत्यस्य प्रयोजनानि. अत्र प्रथमं प्रयोजनं गुणनिषेधः. वयं जानीमः यत्र तु इति प्रत्ययः अस्ति किल, तत्तु पित् प्रत्ययः. भूधातुः लोट्लकारस्य रूपं वदतु महोदय. भव लोट्लकारस्य भवतु इति भवतु, तत्र गुणः भवति किल. हा गुणः भवति भो इति भू भो भवति शप् अनन्तरं भव भवतु. सम्यक्. तत्र तु इति पित् प्रत्ययः अस्ति अतः तत्र गुणः तु अवश्यं भवति. इदानीं तु स्थाने तातङ्ग इति आदेशः भवति, पूर्णतया आदेशः इति वयं स्वीकुर्मः. कथम् इति अग्रे आगच्छति. इदानीं वयं तु इति एकं रूपं तातङ्ग इति अन्यद् रूपमस्ति इति स्वीकुर्मः. यदा तु पित् अस्ति तदेव आरोपितं भवति वा तातङ्ग इत्यस्यापि पित्वं भवति वा, पित्वात् गुणः भवति वा इति चेत् न भवति. यस्य स्थाने आदेशः साधारणतया यस्य स्थाने आदेशः भवति तस्य एव स्वभावः स्वीकरोति प्रत्ययः. ति स्थाने एव तु इति आगच्छति किल एरुः इति सूत्रेण. ति इति तिप् अस्ति अतः तु अपि पित्वम् आरोपितम् अस्ति. तत्र आरोपितं नास्ति, पित्वं स्वभावेन अस्ति. परन्तु यद् तातङ्ग इति आदेशः भवति तु स्थाने तत्र पित्वं नास्ति. कथं जानीमः इत्युक्ते तातङ्ग इति ङित् अस्ति. ङित् इति कारणात् ङिति च इति सूत्रेण तत्र गुणनिषेधः भवति. अतः यदा वयं द्विष् आं वदतु अत्र पित् किमपि किं द्विस्थाने पित्तस्य प्रसक्तिः किम् अस्ति यद्यपि पित् पित् लुक् अस्ति अत्र तु अस्ति तत् सार्वदात्तक आर्दत्तकयो इति सूत्रेण गुणः भवितुमर्हति न सारि पुगन्तलघुपदस्य पुगन्तलघुपदस्य च इति सूत्रेण आम् यदा तु इति प्रत्ययः स्वीकुर्मः चेत् द्विष्योगः तु तत्र तु गुणः भवति एव द्विष्योगः तु तत्र गुणः भवति एव द्विष्योगः तातङ्ग् तत्र एव गुणः न भवति यदा भूयोगः तु तत्र शप् इति विकरणप्रत्ययः तस्य लुक् भवति अदादिगणीयप्रत्ययः इति कृत्वा क्षम्यतां भू इति अदादिगणी नास्ति किमपि अन्यप्रत्यय अन्यधातुः वदतु यत्र अदादिगणे अस्ति तत्र तत्र तु गुणः ये अवश्यं भवति तु इति कारणात् तु तिप् अस्ति इति कारणात् तित्वम् अस्ति इति कारणात् तत्र तु अवश्यं भवति परन्तु तातङ्ग् इति प्रसङ्गे तु न भवति परन्तु पित् इत्यस्मात् गुणः न भवति भगिनि अत्र अदादिगणे पित् न अदादिगणे यदा वयं भुवादिगणे स्वीकुर्मः चेत् विकर्णप्रत्ययस्य कारणेन गुणः भवति आम् अस्तु शप् पित् अस्ति अतः गुणः भवति अदादिगणे तु विकर्णप्रत्ययस्य लुक् लोपः भवति इदानीं प्रत्ययः अस्ति अस्माकं तिङ् प्रत्ययः तिङ् कारणेन तिङ् प्रत्ययः पित् अस्ति तिङ् प्रत्ययः पित् अस्ति अत्र तिप् इति पित् प्रत्ययः अस्ति अतः गुणः भवति साक्षात् साक्षात् परः अस्ति तिप् अस्ति तिप् पित् अस्ति पित् अतः गुणः भवति प्रथमं तु विकरणप्रत्ययस्य कारणेन इदानीं तिङ् प्रत्ययस्य कारणेन गुणः तिङ् प्रत्ययस्यापि तिप् इति कारणेन तिप् स्थाने तु अतः तु अपि पित् अस्ति अतः गुणः भवति द्विष्योगः तु इति भवति चेत् तत्र प्रायः द्वि इत्युक्ते द्वेष्टः द्वेष्टः इति रूपम् आगच्छति परन्तु द्वेष्टु इति प्रायः आगच्छति तु इति किल तत्र गुण सन्धिः दृष्ट्वा द्वेष्टु प्रायः अहं दृष्ट्वा वदामि परन्तु तातङ्ग् इति प्रसङ्गे तत् पित्वं नास्ति किमर्थम् इत्युक्ते तातङ्ग् इति प्रत्ययः ङित् अस्ति अत्र ङिति च इति सूत्रेण गुणनिषेधः द्विष्योगः तातङ्ग् द्विष्टात् तकारः कथम् आगच्छति चेत् अस्माकं ष्टुत्वसन्धिः अवगतं वा तत्र गुणकार्यं भगिनि तत्र गुणकार्यं नास्ति परन्तु द्वेषः इति पदम् आगच्छति खलु द्वेषः तत्र तत्र गुणकार्यं भवति खलु द्वेषः इत्युक्ते तत्र द्वेषः इति इक्तप्रत्ययः किल भगिनि तत्र तत्तु तिङ् प्रत्यय तत्र भिन्नकार्याणि भगिनि तत्र अन्यप्रश्नः तत्र द्विष् इति आगच्छति योगः तातङ्क एतत् सर्वं निच्य इति सूत्रं विहाय एव भवितुमर्हति परन्तु तत् स्थाने द्विष् इति प्रयोगं कुर्मः चेत् तत्र किं भवति यत्र द्विष् इति वा नुच्य इति सूत्रं विधाय एव एतत् न इदानीम् आमाम् इदानीं निच्य इति सूत्रं अन्यत्र स्थापयतु कीप् इट् असैड् इति वदामः किल तद् इच्छ इदानीं मास्तु भ्रमः भवति निच्च इत्यस्य किमर्थं कार्याणि इत्येव दत्तमस्ति तातङ्ग् विषये अस्तु निच्च इत्यस्य कार्यं तु अन्तादेशः इदानीं मिच्च विहाय किं भवति इति पश्यामः. तातङ् इति यद् प्रत्ययः अस्ति तस्य अन्तिमवर्णः ङित् अस्ति किल, भगिनी अस्ति वा? आम्, ङित् अस्ति किल. तातङ् इत्यत्र तातङ् इति ङित् अस्ति. आम् आम्, सम्यक्, ङित् अस्ति. अतः ङित् तत्र ङित् इत्यस्य प्रयोजनानि कानि इत्येव प्रथमं दत्तमस्ति. अनन्तरं निच्य पुनः आगच्छति. अवगच्छति वा? अवगच्छति वा? भ्रमः अस्ति वा? दिश् इति तत्र तातङ् इति तत्र कार्यं करोति, परन्तु मम प्रश्नः निच्य इति सूत्रं विहाय एव तत्र कार्यं करोति वा इति मम प्रश्नः. निच्च इति सूत्रस्य आवश्यकता एव तत्र नास्ति. अस्तु, निच्च सूत्रं अन्तादेशः विषये एव भवति. अत्र किमपि आदेशः नास्ति, वयं तु गुणविषये चर्चां कुर्मः. अस्तु, तत्र किमर्थं गुणनिषेधः भवति, कथं भवति इत्येव चर्चा इदानीम्. अस्तु, अतः निच्च इत्यस्य तत्र किमपि विषयः एव नास्ति. अवगतं वा? अस्तु भगिनि, अस्तु भगिनि. अस्तु, अत्र गुणनिषेधः तत्र भवति एव. गुणनिषेधः भवति एव. आम्, किमर्थं भवति इत्युक्ते तातङ् इति ङित् अस्ति, ङिति च इति सूत्रेण गुणनिषेधः भवति. अस्तु, द्विष् धातुः वयं लोट् रूपं पश्यामः चेत् द्विष् योगः तु द्वेष्टु इति क्षम्यताम् आम् द्वेष्टु इति भवति. द्वेष्टु तत्र गुणः भवति एव. तु योजयामः चेत् लोट् लकारस्य प्रथमपुरुष एकवचनं द्वेष्टु, तातं योजयामः चेत् द्विष्टात्, तत्र गुणः न भवति. किमर्थम् इत्युक्ते तातं ङित् अस्ति, साक्षात् ङित् अस्ति, अतः ङिति च इति सूत्रेण गुणनिषेधः भवति. अवगतं वा? अस्तु भगिनि. महोदय, आम् आम्, रघुपतिमहोदय, राजेन्द्रमहोदय द्वितीयबिन्दु पठति. आम् आम् आं भगिनि. द्वितीयं प्रयोजनं वृद्धिनिषेधः. वृद्धिविषये स्तु धातुः अदादिगणे, स्तु योगतात् इति स्तौ उतो वृद्धि वृद्धिर्लुकि हलि हलि इत्यनेन सार्वधातु कार्धातुक्योः इति सूत्रं प्रभाते वृद्धिम् आदिश्यति. परन्तु तातङ् नित् अतः किन्नति च इति सूत्रेण वृद्धिनिषेधः. स्तु योगतातं स्तुतात् तत् निष्पन्नं रूपं निष्पन्नं भवति. अतः पूर्वं समये पठितं गुणनिषेधः भवति प्रथमप्रयोजनं. द्वितीयप्रयोजनमस्ति वृद्धिनिषेधः अस्ति. यथा स्तु धातु अदादिगणे अस्ति, तत् स्वीकुर्मश्चेत् तत् स्तु योगतात् इति स्तु तत्र उकारः अस्ति, तत्र वृद्धिर्लुके अत्र अदादिगणे वृद्धिर्लुके एकं सूत्रमस्ति. उतौ वृद्धिर्लुके एकं सूत्रमस्ति, तत् तेन तत्र वृद्धिः भवितुम् अर्हति. परन्तु अत्र सार्वधातु आदिक्योः इति सूत्रं प्रभाते वृद्धिम् आदिश्यति, तत् उतो वृद्धिर्लुकि हलि. परन्तु तातङ् नित् अस्ति, तत्कारणात् किन्नति च तत्र वृद्धिः न भवति. स्तु योगतातङ् किन्नति च सूत्रेण तत्र वृद्धिः न वृद्धिनिषेधः, तत्कारणात् तत् स्तु तात् रूपं निष्पद्यते. तत्र वृद्धिः अपि निषेधः निति च इति सूत्रेण. प्रथमं गुणनिषेधः, अनन्तरं वृद्धिः अपि निषेधः भवति. किमर्थम् इत्युक्ते तातङ् इति ङित् अस्ति इति कारणेन तत्र वृद्धिः अपि निषेधः. महोदय, तृतीयबिन्दुः अपि पठतु महोदय. आं भगिनि. तृतीयं नित् वन् निमित्तकं कार्यं सम्प्रसारणम्। अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशील्यते। अधुना केवलं बोध्यं यत् कुत्रचित् यन्सन्देहे विपरीतत्वेन कार्यं भवति, सम्प्रसारणं भवति नित्वेन कित्वेन। यथा गः धातुतः प्रत्ययस्य कित्वात् गृह गृह तत् रेफस्थाने ऋकारादेशः ऋकारः भवति, अनेन गृहीतवान्। तथैव वस् धातोः वस् उस् अनेन उषितवान्। अत्र प्रकृतौ अदादिगणे वश् इत्यपि सम्प्रसारणी धातुः, वश् योगतातङ् नित्वात् सम्प्रसारणम् उष्टात्। तृतीयं कार्यम् अस्ति तत्र सम्प्रसारणमेकं कार्यम् अस्ति, यत्र यत्र यन्सन्देहे विपरीतं कार्यं भवति, यत्र यकारस्य स्थाने इकारः इकारः वकारस्य स्थाने उकारः, तथैव तत् कार्यं भवति। यथा इकोयञ्च सन्देहे यत्र इकारस्य स्थाने यकारः उकारस्य स्थाने वकारः ऋकारस्य स्थाने रेफः भवति, परन्तु अत्र सम्प्रसारण प्रसङ्गे तत्र किं भवति, यन् स्थाने तत्र विपरीतकार्यं भवति, यकारस्थाने इकारः वकारस्थाने उकारः अपि च रेफस्य स्थाने ऋकारः ऋकारादेशः भवति। यकारस्य स्थाने एव इकारः यकारस्य स्थाने इकारः नास्ति, न महोदय न भगिनी महोदय सम्यक् रीत्या एव उक्तवान्। सम्प्रसारणम् इति कार्यं भिन्नकार्यमस्ति, यण् सन्देहे विपरीतक्रमः। वदतु महोदय, सम्प्रसारणं भवति यत्र इति नीति परे प्रत्ययः अस्ति अस्ति तत्र एव सम्प्रसारणं भवति नित्वेन कित्वेन च। यथा वयं गृह धातुतः तत्र प्रत्ययस्य योजनेन गृहीतवान्, अत्र रेफस् स्थाने ऋकारादेशः भवति, गृहीतवान् निष्पन्नं भवति। तथैव वस् धातोः तत् अत्रापि सम्प्रसारणं भूत्वा तत् उस् आदेशः उकारस्य आदेशः भवति, उस् यो उषितवान् तत्र रूपं भवति। तत् तथैव तत् वश् योगतातङ् तत् वकारस्य सम्प्रसारणं भूत्वा तत् उष् योग तात् उष्टात् उष्टात् अत्र ष्टु भूत्वा तत्र उष्टात् रूपं निष्पन्नं भवति। तत्र त्रिकार्यम् अस्ति, तत् नित्वनिमित्तकं तत् सम्प्रसारणं कार्यं भवति अत्र, तत्रापि तत् एवम् एतत् कार्यमपि निच् सूत्रस्य भिन्न भिन्न प्रयोजनम् अस्ति। तत्र यथा तत्र पूर्वं समये पठितं तत्र अन्त्यस्य आदेशः भवति, परन्तु अत्र तु गुणनिषेधः अपि च वृद्धिनिषेधः अपि च सम्प्रसारणम् अपि भवति तत्र। नित्वं कारणेन सम्प्रसारणम् अपि कार्यं तृतीयकार्यम् अस्ति। तत्र किं भवति इत्युक्ते यदा महोदय प्रदर्शितवान् सम्प्रसारणं, विजयाभगिनी यत्र वयं इक्स् यण् सन्धिः दृष्टवन्तः किल, तत्र यण् स्थाने इक् भवति, भगिनी अस्ति वा? यण् स्थाने इक् भवति इति अस्माकं यण् सन्धिः, परन्तु सम्प्रसारणम् इति एकं कार्यमस्ति, विशेषकार्यमस्ति, तत्र विपरीतक्रमेण भवति। इक् स्थाने यण् इति यण् सन्धिः, यण् स्थाने इक् इति सम्प्रसारणकार्यम्। अस्तु धन्यवादः, अवगतं वा? विपरीतक्रमः यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेपस्य स्थाने ऋकारः, लकारस्य स्थाने ळुकारः इति यण्सन्धेः विपरीतक्रमः. यण्स्थाने इक् इत्येव सम्प्रसारणं. केचन धातवः सन्ति विशेषधातवः, सम्प्रसारणी धातवः इति नाम वयम् अग्रे द्रक्ष्यामः. तत्र एतत् कार्यं भवति. कुत्र भवति निमित्तं? कित् ङित् प्रत्यये परे. इदानीं तातङ्ग् इति ङित् प्रत्ययः अस्ति, अतः तस्य तृतीयप्रयोजनं सम्प्रसारणं. वष् धातुः योगः तातङ्ग्, तत्र ङित् अस्ति इति कारणेन सम्प्रसारणं सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने उकारः, अनन्तरम् अस्माकं श्चुत्वसन्धिः भूत्वा उष्टात् इति रूपम् आगच्छति. परन्तु यदा वश् योगः तु इति प्रत्ययः स्वीकुर्मः चेत् तत्र सम्प्रसारणकार्यं न भवति. किमर्थम् इत्युक्ते तत् ङित् नास्ति, सामान्यकार्यमेव भवति. वशतु प्रायः वशतु इति रूपं, वष्टु इति चिन्तयामि. तत्र अपि वदतु महोदय. न भगिनि, अत्र सम्प्रसारणं कित् नित् अस्ति चेत् सर्वत्र न भवति, केवल विशेषधातवः एव विशेषधातवः सन्ति. आम् आम् आम्, विशेषधातवः सन्ति, केचन धातवः परिगणितदातवः तत्र एव भवति. तद् वयं दिवादिगणे प्रायः यदा पश्यामः तस्मिन् समये वयं परिशीलयामः. तत्र वश् इति अदादिगणीयधातुः किल, तत्र वश् धातोः लोट् लकार प्रथमपुरुष एकवचनरूपम् अस्ति वष्टु. वष्टु इति भवति उषितवान्. सम्यक्, कित् अस्ति किल. ग्रह् धातुः, ग्रह् धातुः इदानीं वदतु महोदय. ग्रह् योगः तव गृहीतवान् इति, गृहीतवान् ऋकारः भवति सम्प्रसारणस्य. ग्रह् योगः तु गृहीतुम् अत्रापि अस्ति, अत्र भवति वा गृहीतव गृहीतुं ग्रहीतुमेव, तत्र सम्प्रसारणं नास्ति. किमर्थं नास्ति? कित् नास्ति, नित् नास्ति, अपि च अस्तु ग्रहणम् अस्तु. अवगतं किल? भिन्न विशेषदातव विशेषदातव आम्, ग्रह् ग्रह् इति विशेषदातु. प्रच् इति अस्माकं परिचितधातुः, तत्र वदतु प्रच् पृच्छति, पृष्टवान् पृच्छति इति, पृच् इति धातुः एव किल, तत्र पृच् योगः तव अस्तु. ओ अस्तु, अत्रापि भवति वा? पृष्टवान् पृष्टवान् भवति पृच् किल, पृच् धातुः तत्रापि भवति. रेप अस्ति वा? पृच् रेप अस्ति वा? पृ इति ऋकारः अस्ति, ऋकारस्य स्थाने क्षम्यतां, प्रच् इति धातुः, पृच् इति नास्ति, प्रच् इति धातुः. तत्र रेपः अस्ति, रेपस्य स्थाने ऋकारः भवति, पृष्टवान् इति भवति किल, तदपि विशेषधातुः अस्ति. अस्तु, अत्र एकम् अन्यत् अग्रिम अन्तिमम् एवं पठित्वा समापयामः. विजया भगिनी, भवती एव पठ्यतु चतुर्थबिन्दुः. चतुर्थबिन्दुः चतुर्थप्रयोजनम् ईट् आगम निषेधः. ध्रुव ईट् तत्र सप्तमी अध्याये अस्ति. इत्यनेन ब्रु धातवः अलादि पित् प्रत्ययस्य ईट् आगमः भवति. यथा ब्रु योगः किप् इत्युक्ते तत्र ब्रू योगः ति, तत्र पकारस्य अलन्तिमिति सूत्रेण लोपः भवति, ति एव तत्र तिष्ठति. अथवा ब्रू योगः ईट् तत्र ति योजनेन ब्रू ईति योगः तत्र गुणकार्यं भूत्वा ब्रो इति आगच्छति. ब्रो योगः ईति इत्युक्ते ब्रू इति कार्यं भूत्वा योगः गृ योगः अव योगः ईति ब्रुवीति ब्रवीति इति ब्रवीति इति आगच्छति. तातङ्ग् अपि हलादिः अपि च तु स्थाने आयाति इति कृत्वा तित्वं विधीयते, किन्तु नित्वात् तित्वं न मन्यते. प्रमाण्येन महाभाष्ये वाक्यमस्ति निच्छिन्न इति. तस्मात् अत्र पित्वावे ब्रुव ईट् एतत् सप्तमे अध्याये एव इत्यस्य प्रसक्तिः नास्ति. तत्र नित्वात् अत्र गुणनिषेधः अपि गुणनिषेधः अपि अस्ति. ब्रु योगः तात् ब्रूतात् इति वाक्यशः पठतु भगिनि. वाक्यशः पठित्वा वदतु किम् अस्ति प्रथम चतुर्थप्रयोजनम् ईट् आगमः निषेधः. तत्र चतुर्थबिन्दु प्रयोजनम् ईट् आगमः अनन्तरं निषेधः एव. तत्र ब्रूव आगमस्य निषेधः आगमस्य निषेधः सम्यक्. तत्र आगमः न आगच्छति, एतत् निषेधनं. तत्र ब्रूव ईट् इति अनेन ब्रू धातवः ब्रू धातुतः अलादि इत्युक्ते तत्र सर्वे स्वराः अनन्तरं व्यञ्जनानि अपि तत्र पित् प्रत्ययस्य ईट् हलादि इत्युक्ते क्षम्यतां भगिनि, हलादि इत्युक्ते आलि धातु एव खलु भगिनि? अल् आम् हल् धातुः आगच्छति. हल् प्रत्ययः प्रत्याहारः तत्र सूत्राणि अच् स्वराः अपि आगच्छति वा हल् प्रत्याहारे? अल् प्रत्याहारे सर्वे व्यञ्जनानि आगच्छति. हल् हल् सर्वे सञ्जनानि एव, स्वराः नास्ति. वदतु व्यञ्जनानि एव. अनन्तरं सित् प्रत्ययस्य ईट् आगमः भवति. ईट् इति ध्रुव ईट् इति तत्र अलादि सित् प्रत्ययस्य ईट् आगमः भवति. उदाहरणं तत्र दत्तं ब्रु योगः तित् तत्र ति एव तिष्ठति. ब्रु योगः ति ब्रू इति आगच्छति. अनन्तरम् ईट् इति सूत्रं प्रयोगं कुर्मः चेत् तत्र ब्रू योगः ईट् योगः ति ब्रू ब्रू इति ब्रवीति ब्रू तत्र गुणकार्यं करोति भगिनि. ब्रू इति ब्रू इति आगच्छति, तत्र गुणकार्यं कार्यं करोति. ब्रू इत्यस्य गुणकार्यं केन सूत्रेण भवति? उपरि एव दत्तं तत्र पुगन्तलघुपदस्य च अनन्तरं शालधातुः आर्धधातुः योगः. सूत्रं किं भगिनि? एकं सूत्रमेव वदतु, सूत्रद्वयं नास्ति किल? पुगन्तलघुपद ब्रू इति अन्तिमवर्णः वदतु भगिनि, क्षम्यता. पुगन्तलघुपदस्य इति सूत्रेण उपादायाम् अस्ति वा? उपादायं निश्चयेन अस्ति तत्र. वदतु भगिनि अरुणा भगिनि. सम्यक्. ब्रू इत्यत्र ऊकारः अन्तिमवर्णः अस्ति किल? ऊकारः अतः सार्वधातुक आर्धधातुकयोः एव. सम्यक्. वदतु इदानीं वदतु भगिनि. ब्रू ब्रो भवति, ब्रो योगः ई योगः ति. कथं ब्रवीति इति भवति सूत्रम्? ओकारः ईकारः. सम्यक्. एचो यवायावः. सम्यक्. ज्ञातवाक्यदेशसन्धिकार्यं करोति यचोयवायावः इति. अनन्तरं ब्रवति ब्रवीति इति ब्रवीति इति यदा वयं तिप् प्रत्ययः लट्लकाररूपं ब्रवीति. इदानीं किं भवति इति वदतु अग्रिमवाक्यं पठित्वा. तातङ्गपि तातङ्गपि हलादिः अपि च तु स्थाने आयाति इति कृत्वा तित्वं विधीयते. तातङ्गिति तत्र लट् रूपं ब्रवीति इति. अनन्तरं तातङ्गिति लोप् स्थाने कार्यं करोति. तत्र तु स्थाने आयाति इति कृत्वा तित्वं विधीयते. अवगच्छति वा? तत्र न अवगच्छामि भगिनि. तत्र यदा तिप् इति प्रत्ययः पित् प्रत्ययः अस्ति किल. तिप् इति यद् लट्लकारस्य प्रथमपुरुष एकवचनं तिप् इति प्रत्ययः पित् अस्ति. अत्र पित्वम् अस्ति. तिप् स्थाने एव तु आगच्छति एरुः इति सूत्रेण. तत्रापि पित्वम् अस्ति. इदानीं तु स्थाने तातङ्ग आगच्छति. सामान्यतया किं वदामः? तातङ्ग इत्यत्रापि पित्वमस्ति एव इति वदामः किल. ति स्थाने तु पित् अस्ति. तु स्थाने तातङ्ग. तातङ्ग इत्यत्रापि पित् अस्ति इति वदामः. परन्तु तादृशं नास्ति. किमर्थं? तातङ्ग इति ङित् अस्ति. ङित् तत् तातङ्ग इत्यत्र ङकारस्य इत्संज्ञा ङित् अस्ति. अतः पित्वं तत्र न मन्यते. यत्र पित्वं नास्ति तत्र ब्रुवो इट् इति सूत्रस्य प्रसक्तिः नास्ति. ब्रुवो इट् सूत्रं यत्र कार्यं ब्रुवो ईट् इट् नास्ति. ब्रुवो ईट् इति सूत्रं हलादि पित् प्रत्ययस्य परे एव कार्यं करोति. ब्रूव इति धातुः यद्यपि तातङ्ग इति हलादिप्रत्ययः परन्तु अपित् अस्ति. अतः तत्र ईट् इति आगमः न भवति. ब्रू योगः तात् ब्रूतात् एव भवति. अवगतं वा? तत्र ईट् इति कार्यं न करोति एव. किमर्थम्? किमर्थं तत्र लकारस्य स्थाने तत्र इत् भवति. अनन्तरं तत्र तु स्थाने ताटङ्ग आसीत्. पित्वमस्ति अतः एव खलु भगिनि? पित्वमस्ति वा? तातङ्ग इति पित् अस्ति वा? अस्ति एव खलु. तदेव प्रश्नः. अस्ति वा? किमर्थम् अस्ति? किमर्थं नास्ति? वदति वा महोदय? राघुपति महोदय, अत्र नित् अस्ति. नित् तत् ईट् आगमस्य बाधकः भवति इति. अत्र प्रत्ययेन महाभाष्यवाक्यम् अस्ति. निच्चपि एकनिमिषं. किन्तु नित्वात् पित्वं न मन्यते. प्रामाण्येन महाभारते महाभाष्ये वाक्यम् अस्ति निच्चपित् न इति. पित्त नित् न इति. निच्चपित् न पित्वात् नित् न. यत्र पित्वमस्ति तत्र नित् नास्ति. यत्र नित्वमस्ति तत्र पित्वं नास्ति. तदेव महाभाष्ये वाक्यमस्ति. अतः अत्र पित्व अभावे पित्वस्य अभावः अस्ति. ब्रुवो ईट् इति सूत्रे तत्र तस्य प्रसक्तिः नास्ति. कस्य प्रसक्तिः इत्युक्ते ब्रू धातुः मित्वात् तत्र गुणनिषेधः अपि अस्ति. अतः ब्रूयोगः तात् ब्रूतात् ईट् आगमः न भवति. गुणनिषेधः अपि अस्ति तातङ्ग इति कारणात्. ब्रू इति अस्ति तत्र सार्वधातुकार्धधातुकयोः इति कार्यं न करोति. किमर्थं तातम् इति ङित् अस्ति इति कारणात्. अस्तु, अत्र चत्वारि प्रयोजनानि वयम् अद्य दृष्टवन्तः. परिच्छेद द्वयमेव अवशिष्टम् इति मन्ये. तद्वयम् अग्रिमसप्ताहे समापयामः, अग्रिमपाठं प्रति गच्छामः. अत्र किञ्चित् भ्रमः भवति चेत् चिन्ता मास्तु, एतत् बोनस् भागः एव. अग्रिमपाठः किञ्चित् सरलमेव भवति. आं महोदय, छात्रचिन्तनं आम् आम्, किञ्चित् अधिकचिन्तनं. कोऽपि कोर्ट् गच्छति चेत् तत्र लीगल् आर्ग्युमेण्ट् भवति, तदेव प्रूव् करोति. आं, तादृशमेव. अग्रिमपाठः सुलभं भवति एव, तद् किञ्चित् अधिकचिन्तनमेव. न अवगच्छति चेत् अपि नास्ति चिन्ता. सूत्रत्रयं बहु मुख्यम्, अलोन्त्यस्य अनेकाल्चित् सर्वस्य ङिच्च इति सूत्रत्रयं बहु मुख्यम्. तातम् इत्यत्र ङिच्च कथं कार्यं करोति एव इति अस्मिन् करपत्रे दत्तमस्ति. प्रायः किञ्चित् विश्वविद्यालयस्य स्तरः इति चिन्तयामि. आमां, किञ्चित् अधिकमस्ति. अस्तु, समापयामः. भगिनि, अत्र अत्र एव एतत् चिन्तनमस्ति, अन्यस्थाने नास्ति वा? तातङ्गे तातङ्ग् इत्यस्य विषये एव भिन्नप्रयोजनानि सन्ति, अतः तस्मिन्नेव स्थले तादृशं चिन्तनम् आवश्यकम्. अन्यत्र एकमेव मिच्च इति एकमेव अन्तादेशः इति एकमेव प्रयोजनम् इत्युक्ते अपवादबलेन तदागत्य कार्यं करोति. समाप्तं, तावदेव, तस्य फलं पूरितं भवति. अत्र किमपि तातङ्ग् इति अन्तादेशः न भवितुम् अर्हति. तु स्थाने, ऊकारस्य स्थाने तातङ्ग् आगच्छति चेत् इष्टरूपं न प्राप्नुमः इति कारणात् एतत् सर्वं. भवान् स्वरूपमहोदय सर्वं दत्तवान् आसीत्, पूर्णतया दत्तवान्. आम्, किञ्चित् अवगच्छामः यदा वयं पूर्णतया पठित्वा पुनः आगच्छामः चेत् अवश्यम् अवगच्छामः. अग्रे सरामः, अनन्तरं पुनः पठतु, तस्मिन् समये सुलभं भवति. आं, वदतु भगिनि. ध्रुव ईट् इति कार्यं लट् मध्ये, तत्र सार्वधातुकः अर्धधातुकः इति गुणकार्यं भवति, परन्तु लोट् मध्ये ध्रुव ईट् इति गुणनिषेधः एव भवति लोट् मध्ये. आम्, तातङ्ग् इत्यस्य विषये एव. तातङ्ग्, अस्तु अस्तु, समापयामः. धन्यवादः, धन्यवादः, शुभरात्रिः. धन्यवादः.